नमः सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। तत्पुरुषसमाससूत्राणि पठित्वा सप्तमी तत्पुरुषसमासं प्रति गच्छामः। उमा भगिनी पठितुमिच्छति वा? पठामि महोदय। पठतु भगिनी। तत्पुरुषः द्विगुश्च द्वितीयास्थिता तीर्थपतितगतात्यस्त प्राप्तापन्नैः स्वयं तेन खड्वा क्षेपे स्वामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनात्तकलहनिपुणमिश्रलक्ष्णैः कर्तृकरणीकृता बहुलं सृष्टिरधिकार्थवचने अचले अन्येन व्यञ्जनं वक्षेण निश्चीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्थैरल्पशः शोकांस्तिक दूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः आगे अग्रे पठामि वा? पठतु भगिनि, पठतु भगिनि, पठतु भगिनि। सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वांक्षेण क्षेपे कृत्ये ऋणे संज्ञायां तेना होरात्र वयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैक सर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्विदार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विदुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याध्यादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैविशिष्टेनानन्दानै सन्महत्परमो परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे होता युवतिस्तोककतिपय दृष्टि धेनुवशा देह पश्यकणि प्रवक्तृ श्रोत्रियाध्यापक धूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति फलित बलिन जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरदंशकादयश्च पूर्वापराधरोत्तरमेकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्तर अन्तरस्यां प्राप्ता पन्ने च द्वितीयया कालापरिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुखितार्थ सदव्ययतव्य समानाधिकरणेन तेन च पूजायाम् अधिकरणवासिना च कर्मणि च त्रिजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृतिं न्यस्त अन्यतरस्याम् प्रभृतीन्य अन्यतरस्यां त्वा च तावत् धन्यवादः. तत्र गोमती भगिनी समान्तासूत्राणि पठामि. पठामि महोदय. तत्पुरुषसमासान्तसूत्राणि. तत्पुरुषस्य अङ्गुलेः सङ्ख्याव्ययादेः अह सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अन्होन्हेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च च गूरतथितलुकि अग्राख्यायामुरसः अनोशमाय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अदेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वा च सक्स्तनः मावो द्विगोः अर्धाच्च खार्याः प्राच्यां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्राह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम्. धन्यवादः भगिनि. धन्यवादः महोदय. गतवर्गे कृत्यैरणि इति सूत्रं पठित्वा तदनन्तरं संज्ञायां विषये संज्ञायाम् इति सूत्रं प्रति चर्चितवन्तः वर्गे. तस्य पुनरावनं कृत्वा तदनन्तरम् अव्ययीभावसमासात् आरभ्य पुनरावर्तनं आरम्भं कुर्मः इति कृत्वा संज्ञायां विषये इति आरभ्य गीताञ्जलि भगिनी पठति वा? महोदय किञ्चित् कालानन्तरं वदामि महोदय. चिन्ता मास्तु महोदय, क्षम्यताम्. अरुणा भगिनी. आं महोदय, नमस्कारः. संज्ञायां विषये सप्तम्यन्तं पदं सुपसः सम्मस्यते. तत्पुरुषश्च समासो भवति. संज्ञा नाम समुदायस्य उपाधिः नामकरणं भवति. संज्ञायामिति सप्तम्यन्तं एकपदम् इदं सूत्रं. यद्यपि विभाषा इत्यस्य अधिकारः, तथापि अयं समासः नित्यः, यतोहि विग्रहवाक्येन संज्ञायाः बोधः न जायते. समासानन्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते. संज्ञायाः प्रतीतिः विग्रहवाक्ये न बुध्यते इत्यतः समास अभावपक्षः न भवति. सप्तमी शौण्डेः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः मन्त्रिते पर्वाङ्वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुप इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं संज्ञायां सप्तमी सुपसः तत्पुरुषः समासः. अत्र सूत्रमस्ति संज्ञायां संज्ञायां विषये सप्तम्यन्तपदं सुपसः सम्मस्यते. संज्ञा इति किमर्थम् इति चेत् नाम समुदायस्य उपाधिः इति दत्तं. संज्ञायां विषये विग्रहवाक्यं न अस्ति. किमर्थम् इति चेत् अर्थबोधकेन विग्रहवाक्येन संज्ञायाः बोधकं न भवति. तद् समासपदम् एव संज्ञा नाम सूचयति. अयं समासः नित्यसमासः. यद्यपि विभाषा इति सूत्र अधिकारी अस्ति अपि अत्र समासः नित्यमेव भवति. अनुवृत्तिसहितसूत्रं संज्ञायां सप्तमी सुपासः तत्पुरुषः समासः नित्यं तत्र संज्ञायां सप्तमी सुप् इति प्रथमभागमस्ति इत्युच्यते संज्ञायां विषये सप्तम्यन्तं सुबन्धं सुपासः इत्युक्ते अन्यसुबन्धेन सह समासं कृत्वा तत्पुरुषसमासः भवति संज्ञायां सूत्राधारेण इति अनुवृत्तिसहितसूत्रस्य अर्थं भवति. पुनः वदतु महोदय. संज्ञायां संज्ञायां सप्तमी सुप् इति प्रथमभागम् तत् किं वदति इति चेत् संज्ञायां विषये सप्तम्यन्तं सुबन्धम् इति तदनन्तरं भवति सुपासः इत्युक्ते उत्तरपदं सुबन्धेन सह इति उत्तरभागम् अनुवृत्तिसहितसूत्रस्य तत् तयोः मेलनेन तत्पुरुषसमासः निष्पन्नं भवति इति एव सूत्रानुवृत्तिसहितसूत्रस्य अर्थः भवति. अतः तत्र संज्ञायाम् इति सप्तमी विषयसप्तमी अस्ति संज्ञायां विषये सप्तमी सुप् सप्तम्यन्तं सुबन्धं सुबन्धेन सह तत्पुरुषसमासः इति अनुवृत्तिसहितसूत्रस्य अर्थम् अस्ति. अस्मिन् सूत्रे सप्तमी इति प्रथमविभक्तुः अस्ति अतः प्रथमानिर्दिष्टं समासवर्जनम् इति उपसर्जनं भूत्वा पूर्वपदं भवति. उत्तरपदं किमपि सुबन्धं योजयति चेत् तत्पुरुषसमासः संज्ञायां बोधनार्थं भवति चेत् संज्ञायाम् इति सूत्राधारेण सप्तमी तत्पुरुषसमासः अन्तर्गतः भवति. अति प्रथम उदाहरणमपि पठतु भगिनि. अरण्ये अरण्ये तिलकाः अर्थमस्ति वैल्ड् सेसमे ग्रोयिङ्ग् इन् अ फारेस्ट्. अरण्ये तिलकाः इति संज्ञापदं संज्ञार्थस्य विवक्षायां संज्ञायाम् इति सूत्रेण नित्यसमासः भवति. अवलौकिकविग्रहवाक्यम् अरण्य योगः नी योगः तिलक योगः जश् संज्ञायां सूत्रेण समासविधानं भवति. हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति. अत्र अरण्ययोगनि इत्यत्र अरण्य इति अदान्तात् उत्तरस्य सप्तम्याः नि अलुक् भवति संज्ञायां. तिलकयोगः जश् उत्तरपदस्य सञ्जस् इति प्रत्ययस्य एव लोपः भवति. अरण्या इति अरण्या एव ई एव तिलक गुणसन्धि कृत्वा अरण्यतिलक इति अरण्ये तिलक इति प्रातिपदिकं निष्पन्नं. तत्पश्चात् सुविधानं कृत्वा अरण्यतिलकाः इति पदं निष्पन्नम्. अत्र पदमस्ति अरण्यतिलकाः इति प्रथमं पदद्वयमस्ति अरण्यतिलक. अलौकिकविग्रहं वाक्यम् अरण्य योगः नि योगः तिलक योग च संज्ञायाम् इति सूत्रेण समासविधानं भवति. अन्यसूत्रमस्ति हलदन्तात् सप्तम्याः संज्ञायां हलन्तात् वा च अदन्तात् च उत्तरस्य सप्तम्या संज्ञा अलुक् भवति. उदाहरणे अरण्ययोगनि अत्र अकारयोगः परे सप्तम्यन्त विभक्ति अस्ति ततः अलुक् भवति. तिलकयोज्य अस्ति सूत्रपदस्य जस् प्रत्ययस्य एव लोपः भवति. सः अरण्ययोगः इ निस्थाने इ लषक् पद्धति सूत्रेण अपगच्छति इ एव अवशिष्यति. अरण्ययोगः तिलक गुणसन्धि भूत्वा अरण्ये तिलक पदम् इति तदनन्तरं प्रातिपदिकं निष्पन्नं भवति. प्रथमम् अरण्ये तिलक इति सुबन्ध विधानं कृत्वा अरण्ये इति लकाः इति बहुवचनपदं निष्पन्नं दत्तम्। समीचीनं, धन्यवादः। अत्र विशिष्टसूत्रस्य उल्लेखः अस्ति हलदन्तात् सप्तम्या संज्ञायां, यतोहि तत् सूत्रम् अलुक् अधिकारे अस्ति, अलुक् उत्तरपदे इति अधिकारे अस्ति। किं तत् कारणं, किं सूत्रं किं वदति? संज्ञायां विषये सप्तम्यन्तं सुबन्धं यदि हल् अन्तं भवति अथवा अत् अन्तं भवति चेत् अलुक् अधिकारस्य अन्तर्भूत्वा तस्य प्रत्ययस्य लुक् न भवति इति सूत्रस्य अर्थमस्ति। हलदन्ता सप्तम्या संज्ञायाम् इति सूत्रेण, तत् सूत्राधारेण एव अरण्ययोगः ङी, तत्र ङी इति लोपः न भवति इति कृत्वा अरण्ये इति पूर्वपदं यथावत् तिष्ठति। उत्तरपदस्य एव सुपोधातुप्रातिपदिकयोः इति तिलकयोगः जस्, तत्र जस् इति प्रत्ययस्य लोपं भवति सुबोधातुप्रातिपदिकयोः इति सूत्रेण। तदनन्तरं वर्णं योजयित्वा अरण्ये योगः तिलक, अरण्ये तिलक इति प्रातिपदिक भूत्वा तदनन्तरं सुविधानं भवति, यदा भगिनी उक्तं तदा तत्र एव। अन्य उदाहरणमस्ति वने किञ्चुक, गोमती भगिनी वदति वा? वदामि महोदय। वने किञ्चुकः, एनिथिङ्ग् फौण्ड् अनेक्स्पेक्टेड्लि, वनयोग नियोग किञ्चुक योग जस् इति अलौकिकविग्रहवाक्यं। किंशुकः नाम प्लाशवृक्षः इति। वने किंशुकाः इति समस्तपदमस्ति, तत्तु संज्ञापदमस्ति, अर्थः भवति पलाशवृक्षः इति। यदा समासः भवति तदा एव तस्य समाससंज्ञा भवति इति संज्ञायाम् इति सूत्रेण वयम् अवगन्तुं शक्नुमः। तत्र वन इति प्रातिपदिकं सप्तम्यर्थे ङि इति प्रत्यययोजनेन वनयोग ङि योग किंशुकाः, किंशुक इति बहुवचनप्रत्ययं प्रथमपुरुष प्रथमाविभक्तौ सारि जस् इति वनयोग ङि योग किंशुकयोग जस् अस्ति। अत्र उक्तं यदा संज्ञायां हल् अन्ते अस्ति चेत् अथवा अत् अदन्तम् अस्ति चेत् तत्र प्रत्ययस्य अलुक् भवति, मीन्स् प्रत्ययः तिष्ठति इति। अतः वन योग ङे तिष्ठति, अनन्तरं किंशुका योग जस्, जस् इत्यस्य लुक् भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण न महोदय। तो वनयोग ङि, ङि इ भवति इत् संज्ञालोपानन्तरं सन्धिकार्यं भवति वने, वने किंशुकः इति समस्तपदं भवति। सूत्रे सप्तमे इति प्रथमाविभक्तौ उक्तम्, अतः तदेव पूर्वम् आगच्छति उपसर्जनसंज्ञा भूत्वा वने किंशुकाः इति समस्तपदं, तस्य अर्थः भवति एनिथिङ्ग् फौण्ड् अनेक्स्पेक्टेड्लि इति। धन्यवादः भगिनि। धन्यवादः महोदय। पुष्पा भगिनी पठितुम् इच्छति वा? अरण्ये माषा, नो चेत् आम् अस्तु। उमा भगिनी पठति वर्तते भगिनी, अरण्ये माषा तस्य उत्पन्नं कथं भवति? उमा भगिनी अरण्ये सप्तमी विभक्ति माषाः प्रथमा बहुवचनं सो अरण्ये माषाः ब्लाक् ग्रां फौण्ड् इन् द फारेस्ट् सो अत्र सप्तमी सौन्दैः इति सूत्रेण सप्तमी प्रथमा सप्तमी सौन्दैः सौण्डै सौण्डादिगणे एव नास्ति अत्र सूत्रं किमस्ति सूत्रं किमस्ति सूत्रं संज्ञायम् इति ओके ओके सारि सारि अरण्ये सप्तमी सप्तमी विभक्ति अस्ति अरण्ये तिष्ठति आल्सो सो अरण्ये माषाः इति अलुक् समासः भवति मातरं श्रुते सोपानानि वक्तुम् इच्छति वा ओके ओके अरण्ययोगः नि योगः माषयोगः केन सूत्रेण अलुप् भवति प्रत्ययस्य कस्य पदस्य प्रत्ययस्य लुक् भवति कस्य प्रत्ययस्य लुक् न भवति केन कारणेन नार्मल् समासः अस्ति चेत् समासे समासे विभक्तिः नास्ति विभक्तिविना एव एक्सेप्ट् अलुक् समासः केन सूत्र न जानामि पश्यतु भगिनि अत्र पदद्वयमस्ति सुबन्धपदम् अरण्ये माषाः इति पदस्य संज्ञायां बोधार्थनं समासं करोति संज्ञायाम् इति सूत्र सप्तम्यन्दसूत्रेण सह तत्र एकं सूत्रमस्ति तत्र अलौकिकविग्रहवाक्यं प्रथमं भवति अरण्ययोगः ङी योगः माषायोगः जस् तत्र तदनन्तरं सप्तमी इति प्रथमा विभक्तिम् अस्ति अनुवृत्तिसहितसूत्रे इति कृत्वा अरण्ये योगः ङी इति पूर्वपदं भवति पूर्वनिपातं भवति उपसर्जनं संज्ञा विधानेन इति कारणेन अरण्ययोगः ङी माषायोगः जस् इति स्थिते अरण्ययोगः ङी अरण्ययोगः ङी तत्र अरण्य इति अतन्दम् अस्ति प्रातिपदिकं तत् कारणेन एकम् अलुक् उत्तरपदस्य एक अधिकारसूत्रमस्ति विधानसूत्रमस्ति अलुक् उत्तरपदे हलदन्तात् सप्तम्या संज्ञायाम् इति सूत्रमस्ति तत् सूत्रं किं वदति संज्ञायां विषये सप्तम्यन्दं पदम् अस्ति चेत् तस्य हलन्तम् अस्ति अथवा अतन्तम् अस्ति चेत् प्रत्ययानां लोपो न भवति अलुक् पदे इति समासस्य अलुक् समासस्य से अतो इति कृत्वा अरण्य इति अदन्तमस्ति कृत्वा तत्र ङी इति प्रत्ययस्य सप्तम्यन्दं प्रत्ययस्य लुक् न भवति केवलं माषायोगः जस् इति पदस्य जस् इति बहु प्रथमा विभक्ति बहुवचनान्तप्रत्यय एव सुपो धातुप्रातिपदिकयो इति सूत्रेण लोपः भवति तदनन्तरम् अरण्ये योगः माष इति स्थिते योजयित्वा अरण्यमाषा इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं सुबुत्पत्ति भवति ज्ञाप्रातिपदिकात् एवं सु औज समौक्षष्टाभ्यां इति दीर्घसूत्रेण विभक्ति विभक्तिश्च इति सूत्रेण आधारीकृत्य विभक्त्यां विधीयते. प्रथमा विभक्तिदारभ्य सप्तमे विभक्तिपर्यन्तम् एकविंशति परिवृत्ययानां सिद्धं भवति इति कृत्वा अरण्ये माषा इति बहुवचनं विवक्षा अस्ति कृत्वा जस् इति योजयित्वा अरण्ये माषा इति दीर्घ प्रथमा विभक्ति बहुवचनं सिद्ध्यति. तदेव प्रक्रिया. सूत्रं once again you say that little long one there it reminds saptami reminds adantam asti cet something like that. Aladanta saptamya samnyayam. Aladanta saptamyam samnyayam. Aladanta saptami pasyatu. Aladanta saptamyah samnyayam 639 sutram. Okay. धन्यवादः. गीताञ्जलि भगिनी सज्जा अस्ति वा वक्तुम् इच्छति वा? नमस्ते महोदय. नमस्ते वदितुम् इच्छति वा? करोमि. युधिष्ठिरा इति पदस्य निष्पन्नं कथं भवति तत्र आरभ्य पठतु. क्षम्यतां महोदय. क्षम्यताम् अस्तु पठामि महोदय. युधिष्ठिरः यदि स्थिरः युधि सङ्ग्रामे स्थिरः. युधि दत्तं किन्तु अवगतं महोदय. युधि स्थिरः युधि सङ्ग्रामे स्थिरः. अत्र विग्रहवाक्यं प्रदर्शितं केवलम् अर्थावगमनार्थम्. केवलम् अर्थावगमनार्थं युधिः सङ्ग्रामे स्थिरः इति वाक्यं न महोदय? हा, इत्युक्ते भाषायां तु नास्ति, समीचीनं नास्ति, किन्तु केवल अर्थावबोधनार्थमेव आवरणे यद् दत्तमस्ति युधि सङ्ग्रामे स्थिरः इति, तत् केवलम् अवगमनार्थं दत्तमस्ति. तद् विग्रहवाक्यं नास्ति. नास्ति, तद् विग्रहवाक्यं नास्ति. अस्तु महोदय. समासः नित्यः इति स्मर्तव्यं. विभाषा तत् अरुणा भगिनी अपि उक्तवती, विभाषा अस्ति किन्तु समासः नित्यम् एव भवेत्. अत्र सप्तमी तत्पुरुषसमासः भवति संज्ञायाम् इति सूत्रेण. युध् योगः, तत्रापि युध् अस्ति, युध् योगः ङि योगः स्थिर योगः सु इति अलौकिकविग्रहः. हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति. अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति. अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति. पूर्वपदस्य तु विभक्तेः लोपः भवत्येव. अत्र हलन्तात् सप्तम्याः संज्ञायाम् इति एकं सूत्रमस्ति इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्यः इत्युक्ते यः सप्तम्यन्तं यः यः पदं हलन्तम् अपि च अदन्तं चेत् अपि च उत्तरपदमस्ति तस्य संज्ञा न सप्तम किमर्थम् उत्तरस्य दत्तं महोदय उत्तरस्य इति अधिकारे अस्ति इति कृत्वा तस्य अनुवृत्ति भवति किन्तु इति अपवादसूत्रमस्ति भगिनि उत्तरस्य साधारणतया उत्तरस्य अधिकारे उत्तरपदस्य अलुप् भवति इति अस्ति किन्तु अपवादसूत्रमस्ति कृत्वा हलन्दात् अदन्तात् सप्तम्या संज्ञायाम् इति अपवादसूत्रबलेन यतोहि सप्तम्यन्तं पदं पूर्वपदमस्ति चेदपि संज्ञायाम् इति विषये तत्र हलदन्तमस्ति अदन्तमस्ति चेत् सप्तमी प्रत्ययस्य लुक् न भवति इति उत्तरस्य इति अधिकारमस्ति कृत्वा साधारणतया उत्तरपदस्य लुक् न भवति इति एव अवगमनं भवति किन्तु इति अपवादत्वेन हलन्दात् अदन्तात् यदि सप्तमी पदं संज्ञायां विषये अस्ति तत्र पूर्वपदं भवतु उत्तरपदं भवतु तत्र सप्तमी विभक्तीनां प्रत्ययस्य लोपः न भवति इति एव अवगतं वा एकः संशयः अत्र युधि स्थिरः दत्तं हलदन्तात् हल हल हलः अदन्तः अत्र युधि स्थिते इकारः अस्ति न सो इकारं इकारम् इति प्रत्यययोजनेन भवति न प्रातिपदिकं किमस्ति अत्र तु अस्तु महोदय अवगतम् इत्युक्ते युध् तु हलन्तात् अस्ति अत्र तु उत्तरस्य पदं नास्ति उत्तरस्य अपवादमस्ति उत्तरस्य अपवादमस्ति तदनन्तरं यदि उत्तरस्य अनुवादरूपेण भवति भगिनि उत्तरस्य इति उत्तर अलुक् उत्तरपदे इति सूत्रस्य अधिकारे अस्ति इति कृत्वा उत्तरपदस्य लोपम् एव अलुक् भवति इति उत्तरस्य प्रत्ययस्य एव अलुक् भवति इति अधिकारम् अस्ति किन्तु तस्य अधिकार अन्तर्भूत एकं सूत्रमस्ति हलदन्तात् सप्तम्या संज्ञायाम् इति यतोहि उत्तरस्य इति अनुवृत्ति अस्ति चेदपि अपवादबलेन संज्ञायां विषये हलदन्ताति अदन्तास्ति चेत् सप्तमी विभक्तीनां लुक् न भवति पूर्वपदं भवतु वा उत्तरपदं भवतु वा इति अस्तु इति अत्र पूर्वपदमस्ति यतोहि पूर्वपदमस्ति उत्तरपदस्य अधिकारे अस्ति चेदपि पूर्वपदमस्ति किन्तु अपवादसूत्रस्य बलेन तत् पूर्वपदस्यापि सप्तमी संज्ञायां विषये अस्ति कृत्वा तस्य लुक् न भवति तदेव इति हलन्तात् सप्तम्याः संज्ञायाम् इति सूत्रस्य अनुवृत्तिसहितसूत्रे तत् दत्तं महोदय आम् अत्र अधोभागे दत्तमस्ति पठतु तत् पठित्वा अस्तु महोदय अस्तु हलन्तात् सप्तम्याः संज्ञायां हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुक् भवति हल् च अत् च तयो इतरेतरद्वन्द्वः हलदौ तौ अन्ते यस्य सः हलदन्तः तस्मात् हलदन्तात् हलदन्तात् पञ्चम्यन्तं सप्तम्याः षष्ठ्यम्यन्तं संज्ञायां सप्तम्यन्तम् अलुक् उत्तरपदे इत्यस्य अधिकारः अस्ति अलुक् उत्तरपदे इत्यस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं हलन्तात् सप्तम्याः अलुक् संज्ञायाम् इत्युक्ते उत्तर भवेत् पूर्वपदं भवेत् किमपि भवेत् अनुवृत्तिसहितसूत्रे तु उत्तरस्याः नास्ति इति न महोदय. आम् किमर्थम् इति चेत् हलदन् सप्तम्या संज्ञायां विषये अलुक् इति अधिकारे यदि सूत्रं संज्ञायां विषये न भवति चेत् अन्यत् कुत्रापि कार्यं कर्तुं न शक्यते. कार्यक्षेत्रं स्पष्टमस्ति संज्ञायां सप्तमी विषये एव तस्य अलुक् भवति इति. तत्र उत्तरपदं पदे इति अनुवृत्ति भवति चेत् क्लेशः भवति. सप्तमी विषये उत्तरपदस्य एव भवति इति संशय जायते तत्र पठित्वा. किन्तु किन्तु अनुवृत्तिसहितसूत्रमपि सूत्रे अपि उत्तरपदम् इति अनुवृत्ति नास्ति, केवलम् अलुक् इति अनुवृत्ति अस्ति. किन्तु अधिकारमस्ति अलुक् उत्तरपदे इति अधिकारे अस्ति. अधिकारम् अनुवृत्ति भवति वा न भवति इति न द्रष्टव्यम्. अस्य अधिकारे अस्ति चेत् उत्तरपदस्य अलुक् एव तस्मिन् अधिकारे प्रवर्तमानमस्ति. उत्तरपदे इत्युक्ते उत्तर समासविषये पदयोजनेन यत्र उत्तरपदस्य अलुक् भवति इति अलुक् उत्तरपदे इति अधिकारम् इति उत्तरपदस्य लुक् प्रबाध्यते. उत्तरपदस्य प्रत्ययस्य लोपः न करोतु न भवतु इति. इति कृत्वा उत्तरपदस्य अधिकारे अस्ति चेदपि हलदन्ता सप्तम्यसंज्ञायाम् इति न कुत्र अन्यत्र कार्यक्षेत्रं नास्ति कृत्वा अपवादं सिद्ध्यति. तत्र अपवादबलेन एक्स्प्लेन् इन् इङ्ग्लिश्. उत्तरपद इस् अ अधिकार वर् द सूत्रास् आर् अड्रेसिङ्ग् आल् उत्तरपदस्य प्रत्यय लो हौ इट् ईस् टु बि डन् आर् नाट् टु बि डन्. इट् इस् अ जनरल् अधिकार. बट् हियर् सप्तमी संज्ञायां is a vishaya where which is to be understood in the sutra. Yes, this particular sutra here uttara pada means that is after saptami or second word. No purva padam uttara padam samasa vishaye purva padam uttara padam kevalam do asti na. There are only two things in the samasa, purva padam uttara padam. सो उत्तरपदे अलुक् इति समासस्य उत्तरपद अधिकारे सामान्यतया उत्तरपदस्य लुक् भवति वा न भवति एत अधिकारसूत्रमस्ति. किन्तु अत्र संज्ञायां विषये तत् केवलम् उत्तरपदस्य नास्ति, सप्तम्यां विषये सप्तमी पदं पूर्वं भवतु वा उत्तरं भवतु तस्य लुक् न भवति इति. तदि कृत्वा हलदन्तात् सप्तम्या अलुक् संज्ञायाम् इति अस्य उत्तरस्य इति उत्तरपदस्य इति अनुवृत्तिः न भवति. तत् अलुक् उत्तरपदे इति षष्ठमध्याये तृतीयपादे प्रथमं सूत्रं, तस्य अधोभागे नवमं सूत्रम् इति अस्माकं सूत्रम् अस्ति. अधिकार वर्तते किन्तु वयं जानीमः इति सत्यं नास्ति इति एव विषयः न महोदय. कथं जानीमः तस्य लाभः कः, तस्य अधिकारस्य लाभः कः महोदय? इति इत्र विधिसूत्रमस्ति, इति अधिकारसूत्रमस्ति, उत्तरपद अधिकार अधिकारसूत्रं पश्यतु. अधिकारे किं किं सूत्रमस्ति? पञ्चम्या स्तोकादिभ्यः इति प्रथमसूत्रमस्ति. अजः सहोभ्यस्तमस्स तृतीयया मनसः संज्ञायाम् अज्ञादिनी अज्ञानी अज्ञायिनी च आत्मनश्च पुराणे. See, in this one, the adhikara starts from aluk uttarapade here. The next one is panchamya stokadibhyah. Now, in this sutra, what did we study? We have studied this sutra. Aluk uttarapade iti anuvritti adhikarasti. Panchami, what does it say? Stokan muktaha. Here also, uttarapade iti kim? Stokan niti. See, here that is why uttarapade adhikarasti. Aluk. अधिकारस्य प्राक् अनाङ्ग् हियर् वर्ड् वर्ड् अस्ति चेत् पञ्चम्या उत्तरपदे अलुक् भवति. परस्य तेभ्य परस्य पञ्चम्या उत्तरपदे अलुक् भवति. सो उत्तरपदस्य अलुक् भवति इति अस्ति. सो हियर् आल्सो वाट् वि फौण्ड् इस् इन् दिस् वन् इट् इस् स्पेसिफिक्लि सेयिङ्ग् पञ्चम्या स्तोकादिभ्यः. This is also again very specific, saying that yes, if the panjamyanta padam asti and the uttara padam are stokadi etc. stokad, that sutra which we studied, no, stokandika durani kithani cheyana iti sutram in the panjamyantam padam panjamyata purusha samase. So here also it is very specific, saying that panjamya lukna bhavati. Whereas the other sutras in this Uttarapada Adhikare is talking about Uttarapadasya luk. And the one which we are now discussing is in the Haladandat. Here also, Samtyami Samtnyayam iti, it is very clearly specifying that in the Samtnyayam Saptami Haladandam Asti Adandam Asti Chet Na Luk Bhavati iti. But we, that the other sutras are not specifically saying about any of, we'll have to see, I'll have to take Ajnani Manasam Jnayam. Here, Mahadeva, we just ignore Uttarapade. That's the essence, no, Mahadeva? Yes, that is the essence. The reason is that it is very clearly specifying Samtnyayam Vishaye is in the Saptamiyandam. Saptamiyandam padam Saptnyayam Vishaye asti chet. Haladandam asti atava adandam asti Saptamiyandasya pratipadikam. Tasya pratyasya luk na bhavati. Because of the adhikaram is aluk. So we take aluk part, but we don't take uttarapade part. Right. Because the haladantam or adantam is in the purvavadam, no? Yudhi yoga shtira, tatra, if you see that, yudh, idhi haladantam padam purvavadam asti. Otherwise, stira yoga ha yudhi should have come. Uttarapadam asti chet. Because we are not studied this Uttarapadadhikaram, Uttarapade, Aluk Uttarapade, so the other sutras, how it is being utilized, example will have to be seen to understand it correctly. But it is easy for us to understand this way. Sampnyayam Saptami, iti very specific asti krutva, haladandam, adandam, saptamyandam asti, tasya sampnyayam adhikare, samtayam samasavishya kartum chadi ched tasya pratyasya luk mastu iri. Anena sutrena yudhi iti haladandat pratipatikandat uttarasyaha saptamyam sampnyayam aluk bhavati. Tatra api uttarasyaha dattam. Pratipatikat uttarasya. तत्र प्रत्यय प्रातिपदिकात् उत्तरम् अस्ति न ओ ओ इत्युक्ते विभक्ति हा विभक्तिप्रत्यय प्रातिपदिकात् उत्तरम् अस्ति न अस्तु उत्तरस्य तत्र विभक्ति अस्ति विभक्ति इण्डिकेशन् हा रैट् अस्तु अस्तु तत्पश्चात् इति पठतु भगिनि हा तत्पश्चात् गवियुधिभ्यां स्थिरः इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिरः इत्यस्य सकारस्य मूर्धन्यादेशो भवति अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति अतः युधि योगः स्थिर इति भवति अधुना इति वा अधुना टुनाष्टुः इति सूत्रेण थकारस्य स्थाने ठकारः भवति षकारस्य प्रभावेण अतः युधिष्ठिरः इति संज्ञापदं सिद्ध्यति यद्यपि गविष्ठिरः इति पदं संज्ञापदं नास्ति तथापि गवियुधिभ्यां स्थिरः इति सूत्रे साक्षात् उक्त्वात् सप्तमी तत्पुरुषसमासः जायते अपि च संज्ञायां जायते संज्ञा अस्ति नो अत्रापि गवी गविस्थिरः तत्रापि संज्ञा अस्ति गविस्थिरः संज्ञा अस्ति यद्यपि गविष्ठिरः संज्ञापदं नास्ति संज्ञापदं नास्ति गविस्थिरः संज्ञापदं नास्ति केवलं युधिस्थिरः इति न युधिस्थिर अपि युधिष्ठिर अपि अस्ति So, Yudhishthira is a Sanyapadam because it becomes Yudhishthiraha. It's the name of a person. That is Sanyapadam. But Gavishthiraha is not a Sanyapadam. But since the Sutra says Gavi Yudhibhyam Sthiraha, even if there is no Sanya, we have to give it... Taptami Tatpurusha Samasa Jayate. किन्तु किमर्थं संज्ञापदं नास्ति गविष्ठिरः गविष्ठिरः इति उक्त्वात् किमपि वस्तुना अर्थस्य बोधं जायते वा यदा उदिष्ठिरः इति उक्तत्वात् कौरवाणां मुख्यः इति अर्थबोधं जायते किन्तु गविष्ठिरः इति उक्तत्वात् पाण्डवानाम् इतर युधिष्ठिरः इति गविष्ठिरः इति उक्तत्वात् किमपि वस्तुना अर्थस्य वस्तु अथवा अर्थस्य बोधः न जायते न इट् डसन्ट् शो एनी आब्जेक्ट् ओ इति वा न जानामि, न जाने महोदय. गविस्थिरा मीन्स् इण्ट्रेस्ट् इस् इन् द कौस् दट्स् आल् इट् इस् नाट् अबौट् द पर्सन् कृष्णः नास्ति इति वा. Gavisthira is not the name of a person, but interest in the cows. Asto. Tadeva namakaranam bhavati na mahodaya? Nama ekam vastuna nama nasti na. Yatra Yudhishthira iti ekam vyakti namam asti. Asto. Kintu Gavisthira iti, what you call, is a hobby of people. So it can be for anyone. You cannot pinpoint to one person, no? Can we say, Mahodaya, Krishna Gavisthiraha asti. Gavisthiraha ityukte Krishnasya nama nasti. Yudhishthiraha ityukte saha Yudhishthiraha asti. Anantaram tasya nama api Yudhishthiraha iti. Right. Gavisthiraha is an adjective, not a nama. Katham jani mahodaya mama manasi tu samaneva. No, Bhagini, see, Yudhishthiraha is not an adjective to somebody else. It is the name of that person called, who is called Yudhishthira. Whereas Gavisthiraha is a person, it can be Gopalaha, Krishnaha, Kimavi Bhagavidamarhatina. So it becomes their adjective for Gopala or Krishna or anybody for that matter. You cannot specify to one person. Satyam. Kintu Sanyayam by definition doesn't have to belong to only one, no, Mahadeya? No, yes, it is to be. Sanyayam means it has to indicate that what is being explained by that name. For example, if you look at it, Tochisthiraha, this is the next one, is indicating about tree which the skin is thick, like bamboo. Oh. So you know that it is talking about bamboo only, not about any other tree. तत्र त्वचिसारः यस्य त्वचि बलमस्ति सः त्वचिसारः. अत्र सप्तमी तत्पुरुष भवति संज्ञायां सूत्रेण. त्वच् योगाङ्गी योगासार योगसु. त्वच् इति हलदन्तम् हलदन्तः शब्दः इत्यतः सप्तम्यन्तं संज्ञायां विषये अस्ति कृत्वा तस्य लुक् न भवति, त्वचि एव अवशिष्यते. सार इति योजनेन त्वचिस्सार इति प्रातिपदिकं, तदनन्तरं सुबुत्पत्ति त्वचिस्सारः इति. सार इत्युक्ते ठीक् महोदय, बलं बलं बलं. उत्तरपद What does that sutra completely say? Uttarapade Aluk Uttarapade Saptamyantam Aluk Uttarapade Aluk iti cha Uttarapade iti cha etat atikrutam veditavyam yat iti urdha manushkramya अनुष्क्रम्यामो अलुक् उत्तरपदे इत्येवं तत् वेदितव्यं वक्षति. ऐ हव् टु स्टडि दिस् बालमनोरमा एण्ड् महाभाष्यं, देन् ओन्लि यू केन् से दट्. ओके, so this is what we have discussed in the class. What I thought is that Bhagini is going to do the revision from starting from the beginning of the samasa. So we will just have a bird's eye view of the samasa, how it is. Samasanam samasaha. Basically, that can be broadly divided into four. Avyayi bhavaha, tatpurushaha, bahuvrihi and dvandaha. In the tatpurusha, subcategories are karmadaraya, digu and nai tatpurusha. These are all coming under the tatpurusha samasa. Whereas avyayi bhava, bahuvrihi and dvandva is independent, not coming under tatpurusha. In the avyayi bhava samasaha, purva pada pradhanaha avyayi bhava. Example, adhihari. Tatpurusha, uttara pada pradhanaha, tatpurushaha, rajapurushaha, shashti tatpurushasya. So, this is the thing. And bahuvrihi, anya pada pradhanaha, pidambaraha. So, it is not the purva padam or uttara padam, it is indicating the person other than these two. Dvandvaha, ubaya pada pradhanaha, both the words have got pradhanya. Dvandvaha, Rama, Cha Krishna, Cha Rama Krishnau, both are important. Then Karmadaraya, Upamano Upameya Karmadaraha, Dhanashyamaha, Ghanashyamaha. So this is the Karmadaraya. Digu is where the number is involved. Sankhyayam Purva Diguhu, Iti, Panchapatram. See, Pancha is the Sankhya Samthi. नै तत्पुरुष निषेधार्थबोधकम् अस्ति असमर्थः तत्र आ इति निषेधार्थं सूचयति देन् अनदर् वन् इस् मध्यमलोप्यपदि इस् मध्यमपदस्य देर् इस् अ वर्ड् शाकपार्थिव इति इस् द फैनल् फार्म् देर् इस् अ मिडल् वर्ड् विच् इस् लुक् दट् वि आर् नाट् स्टडीड् हियर् नौ वि विल् गो टु इन् द अव्ययि भाव What we have studied in the class is here is what is that? Prakriyayam sopanani. What does it say? It says pancho upagani asti. Samase. So if we go look into that, what is that? Pratama upangam asti samasa samtnya vidanam. Vishishta samtnyana or samanya samtnya asti. Then Pratipadika Samnya Vidhanam. Prattattita Samasascha iti Pratipadika Samnya Vidhiyate. Then Avayava Rupena Sthidanam Subandhanam Lopaha. Spelling is taken there. So that is why Subodhadu Pratipadikayo we use the Purva Padasya Eva Muttara Padasya Pratyanam Lopa Bhavati. Tadanantaram The second step is, Dvitiya Upangam is Purva Pada Prayogasya Nirnayam. Kim Padam Purvam Badi, Kim Padam Uttaram Bhavati Iti. Tatatra, Upasarjana Sampnya Kutra Bhavati, Kasya Bhavati, Tat Purva Padam Purva, Upasarjanam Purvam Iti Sutrena Purva Padam Bhavati. And the third step is, Linga Vachana Andasya Nirnayam. Whether it is Pullinga, Napumsaka Linga, Sri Linga, whatever may be the Linga Vajana this is for common for all the what you call Samasa Prakyas. It is not only for Avya Bhava, for all these things. So in the case of Linga Vajanam, normally it is the Uttara Padasya Lingam Bhavati Samasta Padasya. Apavadabi Santi. That is the लिङ्गवचन निर्णयस्य एकं विशेषं भवति चतुर्थ अङ्गमस्ति समासान्तकार्याणि नौ समासान्तप्रत्ययानां भवति वेर्वर् इट् इस् रिक्वैर्ड् दट् हेस् टु बि एडेड् लैक् यस्य इति च अनश्च देर् आर् देर् आर् दस् वि हव् स्टडीड् द वेर् आर् प्रत्ययस् विच् आर् एडेड् And for that, if we have to do the lopa of the basamnyagasya, lopavank, if it is to be done, that has to be done before the samasanta pratyaya yojane. And once that complete power is ordered, we get a new pratyaya pratipadikam. And in the new pratipadikam, because the linga vachana nirnayam is indicating what is the linga and vachana, what will be the thing. Based on that, we will do the subvibhakti yojanam. Mya pratipadikad iti adhikarasya sutrena balena. Abhiyam ityukte kim. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न वेति तदव्ययम्. दिस् इस् द डेफिनेशन् आफ् अव्ययम्. सदृशं त्रिषु लिङ्गेषु, सो स्त्रीलिङ्गं वा पुल्लिङ्गं वा नपुंसकलिङ्गं वा सदृशं दृश्यते. एवम् अस्ति सर्वासु विभक्तिषु अपि च सप्त प्रथमान् प्रथमाविभक्त्यात् आरभ्य सप्तमीविभक्तिपर्यन्तं वचनेषु च विभक्तिषु च लिङ्गेषु च सदृशं दृश्यते, तत् अव्ययम्. समासकार्यविशिष्टसंज्ञानां विधानं संज्ञासूत्रं संज्ञा समाससंज्ञा प्राक्कडारससंज्ञा. दिस् इस् द संज्ञा. समाससंज्ञा भवति, प्राक्कडारसमास इति अधिकारमस्ति. कृत् तद्दिशसमासाश्च ईस् प्रातिपदिकसंज्ञा. देन् समास डिपेण्ड्स् अपोन् विच् समास, वेदर् इट् इस् अव्ययीभाव देन् अव्ययीभावः इति सूत्रस्य अधिकारसूत्रं भवति. इफ् इट् इस् अ सप्तमी देन् सप्तमी तत्पुरुषः इति सप्तमी तत्पुरुषस्य अधिकारं भवति. देन् पदसंज्ञा विधीयते सुप्तिङ्गन्तं पदम् इति सूत्रेण. तत् सुबन्धं पतन्तु तिङ्गन्तं भवतु, पदं संज्ञा भवति. अत्र तु सुबुत्पत्तिः भवति इति कृत्वा सुप् एव भवति, प्रातिपदिकात् सुप् एव योजनं भवति इति कृत्वा. तत् फार् देट् वि हेव् टु यूस् दट् प्रातिकसंज्ञा. वि हेव् टु गिव् द नेम् टु दट् जायिण्ट् वर्ड्स्. उत्तरपदं पूर्वपदं योजनानन्तरं कृतद्विधसमासश्च इति सूत्रेण पुनः तस्य प्रातिपदिकसंज्ञा भवति. एवं सुौचस् इति सूत्रस्य आधारेण सुबुत्पत्तिः भवति. अव्ययं समर्थेन सुबन्धेन समस्यते. सामर्थ्यं, दट् इस् द मेन् इम्पार्टेण्ट् पार्ट्. समर्थं कुत्र भवति? पदद्वयोः सामर्थ्यम् अस्ति चेदेव समसनं कर्तुं शक्यते. सो सामर्थ्यम् ईस् वन् इम्पार्टेण्ट् पार्ट्. सो देट् हेस् टु बि अण्डर्स्टुड्. सो सः सुप ईस् अ सामान्य समाससूत्रं. वेर् देर् इस् नो स्पेसिफिक् सूत्र विच् इस् अप्लैड्, द जनरल् रूल् फार् समास ईस् सः सुप. So in Sahasupa, what is it says is that it says that samartyam saha iti padam sucheti. Supa iti subandham samartha padayana saha yojayitva samasam bhavati iti Sahasupa vadam. But Sahasupa cannot be used by us because that is for the shishta prayoga. We cannot use the shishta prayoga. We have to go as per the vidana sutra. Sam pranina yad vidiyate tat adhari kritya eva samasas nishpannam bhavitam shakyate. Tatra avyayi bhavasya pratama sutra bhavati avyayam vivakti samipa samruddhi vyardhi arthabhava atyaya samprati asamprati shabdar pradurbhava pachat yada anupurvya yogapadya sadrasya sampatti sakalyanta vachaneshu iti sutrasya adharena avyayi bhava iti shodasha arthanam saha समासनं कर्तुं शक्यते. अर्थः किम् इत्युक्ते उदाहरणमस्ति, विभक्त्यर्थ. विभक्त्यर्थ इत्युक्ते अत्र अधिकरण अर्थम् अस्ति. अतिहरि हरौ इति इद अलौकिकविग्रहवाक्यम् समीपार्थे उप इति अव्ययं भवति, उपवनम् इति वनस्य समीपम् इति अर्थः जायते. समृद्ध्यर्थे सुभिक्षता यत्र कुत्रापि सूचयति तत्र सु इति अव्ययम् योजयित्वा सुभिक्षम् इति भिक्षं सुभिक्षं भवति, भिक्षाणां समृद्धि समृद्धि समृद्धि. व्यर्ध्यर्थे इत्र दुर्व्ययनं दुर् इति अव्ययं भवति, दुर्वनं दुर्यवनम् इति यवनानां व्यर्धि. समृद्धि व्यर्धि इस् इस् ओपोसिट् वर्ड्स्. समृद्धि मीन्स् एक्सेस्, व्यर्धि मीन्स् अपक्षयम्, इस् द डिक्रीस् इन् इट्. अर्थाभावार्थे निर् निर् इति अर्थम् इस् ऑब्जेक्ट्. अभावार्थे द एब्सेन्स् ऑफ् एन् अर्थ और् एन् ऑब्जेक्ट् इस् इण्डिकेटेड् बै द अव्ययं निर् निर्मक्षिकं मीन् यत्र मक्षिकाणाम् अभावः. मक्षिका इति अर्थं सूचयति, मोस्किटो तस्य अभावः, मक्षिकाणाम् अभावः निर्मक्षिकं. तत्र निर् इति अव्ययं योजयति. अत्यय अर्थे, अत्ययार्थे मीन्स् सक्सेस्. निर् निस् अति, अतिहिमं निर्हिमं निःशीतं, हिमस्य अत्ययः शीतस्य अत्ययः एतानि निर् निस् अति इति अव्ययपदानाम् उपयोगं कृत्वा निष्पन्नं भवति. असम्प्रत्यार्थे, असम्प्रति सम्प्रति न युज्यते इति असम्प्रति. असम्प्रति अर्थे असम्प्रति इस् ए नैतत्पुरुषसमासः. सम्प्रति न युज्यते इति अर्थं भवति निषेधार्थं. सो अति कम्बलम् इति कम्बलं सम्प्रति न युज्यते इति अर्थं भवति. शब्दप्रादुर्भावार्थे मीन्स् repetition of the one word. Pradurbhava means again and again. Shabdasya. Iti is the abhyayam used. Iti Hari, Iti Govinda, etc. is the example which we have seen. Hari Shabda Prakasha. Paschad Arte. Paschad means afterwards. Anu is the abhyayam. Ratham. Anu Ratham means Ratanam Paschad. Is following the ratha or after the ratha. Yadhartha, yogyata and yadhartha vipsa. There are two meanings for the, or more, three meanings are there. Anadikramya, or the four words are there. Mukhya sadrishyam, yogyata vipsa anadikramam mukhya sadrishyam. But yadhartha is the in the sutra, yadartha is the word which is indicating yogyadartha vipsa anadikramya mukhya sadrishyam. But the abhyayam padams are separate for them. If it is yogyadartha anu, same anu which is used in paschadarthe, but here the meaning changes to yogyata. Anugunam anurupam is गुणानां योग्यं, रूपानां योग्यम् अनुरूपम् इति. दीप्सा मीन्स् रिपिटेशन्. प्रतिदिनं प्रतिबोधं, दिनं दिनं प्रति. देन् इफ् इट् इस् अनतिक्रम्य मीन्स् नाट् एक्सीडिङ्ग्. यथा इस् दट् इस् द यथा वर्ड् इस् कमिङ्ग् आक्चुलि हियर् ओन्लि. यथाशक्ति मीन्स् शक्तिम् अनतिक्रम्य यदा योग्यम् इति भवति. यथार्थे मुख्यसादृश्यं, मुख्यसादृश्यं गौण्यसादृश्यं, देर् आर् टु थिङ्ग्स्. सादृश्यार्थे इस् अनदर् वर्ड् विच् इस् कमिङ्ग् इन् द सूत्र इट् सेल्फ्, बट् दट् इस् फार् द गौणसादृश्यं. मुख्यसादृश्यम् इस् यूस्ड् इन् द यथार्थे, एण्ड् फार् दट् द अव्यय विच् इस् यूस्ड् इस् सहः. सह हरि, तत्र हरे सादृश्यं. The spelling mistake is there. So the Hare Sadrishyam means he is exactly like Hari. Whereas if you look Sadrishyarthe Gauna, the thing, Pradyumne sahari drishyate. So here, Pradyumne, in the Pradyumna, Hari is reflected upon. A reflection is not like the similar. That is Gauna Sadrishyam Dhritate Sadrishyarte. That is why Saha is used in both the cases. So where will we make the difference is only from Vivaksha we have to make out. But otherwise if you see Sahari, we will not be able to make which is the Mukhyartham, which is the Gaunartham. Anupurvi Arte means repetition. Anujesh Anupurvi Arte means following somebody with respect. Anupurvi. So keeping something in front and then following is Jeshtasya Anupurvenu. So here the Jeshta is the one who is born first. And this one and here there is Paschad, Ratanam Paschad. There is a difference between these two. Paschad Arte, Anupurvi Arte, even though both the places the word Anu is used, the meaning are different. Anuradham is physically following an object, whereas Anujeshtam is the placing of something in the order of predominance. So placing in the order of predominance also we use the word Anu. Following something also we use the same word Anu. So Anuratham means you are following a ratham or, you know, Anugurum. So what happens is you are following the Guru while he is teaching. Whereas in the case of Jeshta, this is the order in which it is to be understood, not as just following one way. So the difference between one is following behind, whereas here it is a following an order. Yaugapadhyarte, Yugapath. Yugapath is also the Abhyam Sahai use, Sachakram. Chakrena Yugapath Changam Vartate. So at the same time, both are being used in the same place. So Yugapath Artham Bodhayati, Saha Iti Abhyasya Yojanena Sachakram Bhavati. Tatra Hakarasya Lopa Bhavati. Sutras are, we have to see that before we go to the details of it. Sadrishyarte is a Gauna Sadrishyam. Even though the word same Saha is used, I explained it. Sahari in both the places. Sampattarte, Atma Bhava. Sampat is of Sakshatram. Sakshatram Ramaha Ravanena Saha Yuddham Akarod. Sakshatram. So, it is to show that it is adorned with or it is with that Atma Bhava Suchayati. Sakalata Suchayati Sakalyarte Tatravi Sahayeva Abhyameva Bhavati Satranam means complete Tranam. Sakalata entirety to show the entirety, not just with. See, with is also we use Saha. See, here in this Sashatram, with the arm, with the arms, he is the one thing. Whereas here Sashatra Saha is showing to entirety of it. Trinena Saha, so including the whole thing he has taken. Tranam api aparityajya means without even with wasting anything. Antarte Saha, again Saha is the Vyayam. Agni is used, Agni. So including Agni means the Agni Patha is there in the Veda. So Samaveda. So Sa Agni, when we say that Agni Grandha Paryantam means including Agni Patham in the Samaveda, Adite he studied. To include that one, that also is the word Saha is used to show the limitation, Antam. Is that these are the word, the sutras in the avyayam vibhakti samipa samruddhi vyardhyartha vamatyam prati sabdya pradurbhava paschadeda anupurvya yavvapadya sadrishya sambatti sakalyanta vachaneshu iti sutrasya vivranam asti. So I think this is where we will be starting today. In the Mehul Madhaya will be the one who will be explaining this. So what we will do in every class where the student has presented to the class about that sutram, what is the following sutra? Now sutra list, if you look at here, you will see that sutra list is there. So based on that, we will go on the sutra list as to what is to be studied one another. Sadrishya Samjating, then Yoga Pratya Sadrishya, then Yavad Avadarane, Supradina Matarate, Aksha Sangha Shalaka Parina, Lakshane Nabhi Pradyavi Mukye, Anuryat Samayaha, all those sutras are added one by one. So when the class revision finishes, for the next class, this class, we will go through that sutra so that we will have two times the revision happening. One, we will revise here the same day within 24 hours in the Vidya Bhagini class also, we will have the opportunity to revise it when the student takes it. That is what I am planning. Any suggestions? Your suggestion is welcome. Useful. Okay. But if any change is required, that do tell me so that I can get prepared myself for that. Okay, so we will stop here and then continue in the next class. Very nice chart. Yeah, actually this chart, this one has got lot of details here. Yeah. Adi, sup, upa, su, sur, nir, ati, with the examples. And it is also all that 18 of the andarte is there. Then he's talking about karmadareya. Complete has been made. Tat purushaha. Tatra kashtam sritaha, kalam atita, kupam patita, gramam ata. So we will go through this when this subject comes here. Bhavan krutavan va mahodaya? No. I have taken from the internet. Sri Chatursi Satpurushaha, Panchamitas. Prishit. Shashti Satpurusha, Saptami Satpurushaha, Naitat Samasaha, Madhyama Lobi Satpurusha, Pradi Samasaha, Digu Samasaha, complete Samasaha, sir, Vishubrihi Samasaha. Whose lecture is this, Mahodaya? I attended one short course in Samasa in one of the groups. There they gave this as a handout. Okay. Okay, astu. Dhanyavadaha. Namaskara. धन्यवादः महोदय. नमस्कारः महोदय.